पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 10 ऋषय ऊचुः तदस्ते दानवा सर्वे हिरण्यकशिपूत्तराः युद्धाद्भग्नास्तु किं कुर्यो व्यवसायं महामदे विस्तरेणापि नो ब्रूहि तेषां वृत्तमनुत्तमम् श्रोतुमिच्छामहे सर्वे त्वत्तो वै साम्प्रतं द्विज सूत उवाच भग्नारणातुदे सर्वे बलहीनास्तु वै तदा गददर्पास्तु दुःखार्ताद्दैत्यास्ते पितरं गदाः भक्त्या प्रणम्य ते सर्वे समूचुः कश्यपं तदा दानवा ऊचुः भवद्वीर्यात् समुत्पत्तिरस्माकं द्विजसत्तम देवतानां महाभागदानवानां तथैव च वयं च दानवा सर्वे बलवीर्यपराक्रमाः उपायज्ञासु धीराश्च उद्यमेन समन्विताः वयं तु बहवस्ताद देवास्त्वल्पास्तथैव च कथं जयन्ति ते सर्वे वयं भग्ना महाहवाद तत् किं वै कारणं ताद बलतेजः समन्विताः मत्तनागसहस्राणामेकैकस्य महामते बलमस्तिज दैत्यस्य नास्ति देवेषु तादृशं जयश्च दृश्यते ताद देवेष्वेव महाहवे तत्सर्वं कथयस्वैव संशयं चेतुमर्हसि कश्यप उवाच शृणुध्वं पुत्रका सर्वे जयस्यापि च कारणं यस्माद्धि देवता सर्वे समरे जयिनो भवन् वीर्यनिर्वापकस्तादो मादाक्षेत्रमिदं सदा धारणे पालने चैव पोषणे च यथैव हि किं कुर्याद्विषमार्थे तु पिता पुत्रे च वै तथा अथ प्रधानं कर्मैव मामेवं बुद्धिराश्रिता द्वैविध्यं कर्मसम्बन्धं पापपुण्यसमुद्भवं सत्यमेव समाश्रित्य क्रियते धर्म उत्तमः तपोध्यानसमायुक्तं तारणाय हितं सुताः पतनाय पातकं प्रोक्तं सर्वदैवन संशयः बलेन परिवारेण आभिजात्येन पुत्रकाः पुण्यहीनस्य पुंसो वै तद्बलं विकलायते उन्नतागिरिदुर्गेषु वृक्षाः सन्ति सुपुत्रकाः पतन्ति वादवेगेन समूलास्तु खनास्तथा सत्यधर्मविहीनास्ते तथा यान्ति यमक्षयं साधारणप्राणिनां च धर्मयेष सुपुत्रकाः येन संतरदे जन्तुरिह चैव परत्र च तद्युष्माभिः परित्यक्तं सत्यं धर्मसमन्वितम् अधर्ममास्थितं पुत्रा युष्माभिः सत्यवर्जितैः सत्यधर्मतपो भ्रष्टाः पतिता दुःखसागरे देवाश्च सत्यसम्पन्नाश्रयसा च समन्विताः तपःशान्तिदमोपेदा सुपण्या पापवर्जिताः यत्र सत्यं च धर्मश्च तपः पुण्यं तथैव च यत्र विष्णुर्हृषिकेशो जयस्तत्र प्रदृश्यते तेषां सहायसम्भूतो वासुदेवः सनातनः तस्माज्जयन्ति ते देवासत्यधर्मसमन्विताः सहायेन बलेनैव पौरुषेण तथैव च भवन्तः किल वै पुत्रास्तपः सत्यविवर्जिताः यस्य विष्णुः सहायश्च तपश्चैव बलं तथा तस्यैव च जयो दृष्ट इति धर्मविदो विदुः यूयं धर्मविहीनास्तु तपः सत्यविवर्जिताः ऐन्द्रं पदं बलेनैव प्राप्तवन्तश्च पूर्वतः तपो विना महाप्राज्ञा धर्मेण यशसा विना बलदर्पगुणैः पुत्रा न प्राप्य मैन्द्रकं पदम् प्राप्याप्यैन्द्रं पदं पुत्रास्तदो भ्रष्टा भवन्ति हि तस्माद्यूयं प्रकुर्वन्तु तपः पुत्राः समन्विताः अविरोधेन संयुक्ता ज्ञानध्यानसमन्विताः वैरं चैव न कर्तव्यं केशवेन समं कदा एवंविधा यदा पुत्रा यूयं धन्या भविष्यथ परां सिद्धिं तदा सर्वे प्रयास्य धनसंशयः एवं सम्भाषितास्ते तु कश्यपेन महात्मना समाकर्ण्य पितुर्वाक्यं दानवास्ते महौजसः प्रणम्य कश्यपं भक्र्या समुद्धाय त्वरान्निताः सुमन्त्रं चक्रिरे दैत्या परस्पर समाहिताः हिरण्यकशिपुराजा तानुवाचाथ दानवान् तपश्चैव करिष्यामो दुष्करं सर्वदायकम् हिरण्याक्षस्तदो वाच करिष्ये दारुणं तपः तदो बलेन त्रैलोक्यं ग्रहीष्ये नात्र संशयः रणे निर्जित्य गोविन्दं तमिमं पापचेतसं व्यापाद्य देवताः सर्वा पदमैन्द्रं व्रजाम्यहं बलिरुवाच एवं न युज्यते कर्तुं युष्माभिर्दितिजेश्वराः विष्णुना सह यद्वैरं तद्वैरं नाशकारणम् दानधर्मैस्तथा पुण्यैस्तपोभिर्यज्ञयाजनैः तमाराध्य हृषिकेशं सुखं गच्छन्ति मानवाः हिरण्यकशिपुरुवाच अहमेवं न करिष्ये हरेराराधनं कदा स्वभावं तु परित्यज्य शत्रुसेवा प्रचर्यते मरणादधिकं तं तु मानयन्ति हि पण्डिताः विष्णोः सेवा न वै कार्या मया चान्यैश्च दानवैः तमुवाच महात्मानं बलिः पितामहं पुनः धर्मशास्त्रेषु यद्दृष्टं मुनिभिस्तत्त्ववेदिभिः राजनीतियुतं मन्त्रं शत्रोश्चैव प्रधानतः हीनमात्मानमाज्ञाय रिपुं तं बलिनं तथा तस्य पार्श्वे प्रगत्वैव जयकालं प्रतीक्षयेत् दीपच्छायां समाश्रित्य तमो वसति सर्वदा स्नेहं दशागतं प्रेष्य दीपस्यापि महाबलं प्रकाशं यादिवेगेन तमश्च वर्धते पुनः तथा प्रसादयेच्छन्नस्नेहं निर्दिश्य तत्त्वतः स्नेहं कृत्वा सुरैः सार्धं धर्म भावैः सुरद्विषः पूर्वमुक्तं सुमन्त्रं तु मुनिना कश्यपेन हि तेन मन्त्रेण राजेन्द्र कुरु कार्यं स्वमात्मवान् तस्य तद्वचनं श्रुत्वा प्राह दैत्यप्रतापवान् पौत्र नैवं करिष्येऽहं मानभङ्गं तथात्मनः अन्ये च बान्धवाः सर्वे तमोचूर्णयपण्डितं बलिनोक्तं च यत्पुण्यं देवतानां प्रियङ्करम् शक्रमानकरं प्रोक्तं दानवानां भयङ्करं करिष्यामो वयं सर्वे तप एवमनुत्तमम् तपसा निर्जित्य देवान् हरिष्याम स्वकं पदम् एव मा मन्त्र्यदे सर्वे निराकृत्य बलिं तदा विष्णोः सार्धं महावैरं हृदि कृत्वा महासुराः तपश्चक्रुस्ततः सर्वे गिरिदुर्गेषु सानुषु एवं ते दानवा सर्वे त्यक्तरागा सुनिश्चिताः कामक्रोधविहीनाश्च निराहारा जिदक्लमाः इति श्रीपद्मपुराणे भूमिखण्डे दैत्यतपश्चर्यावर्णनं नाम दशमोऽध्यायः ॐ